गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तत्सङ्ग्रहः सर्वेभ्यो नमस्कारः न्यायवर्गे सुस्वागतम् नमस्कारः महोदय श्रीराम हा नमस्कारः महोदय सुस्वागतम् गते वर्गे सङ्ख्या इति नूतनगुणस्य विषये किञ्चिदिव अधीतं तत्र एकत्वादिव्यवहारहेतुः सङ्ख्या इति सङ्ख्यायाः लक्षणं दत्तं व्यवहारः इत्यनेन ज्ञानजनकशब्दप्रयोगः तादृशशब्दप्रयोगस्य हेतुः कीदृश इत्युक्ते एकत्वादि एकत्वम् एकं द्वे त्रीणि इति तादृशशब्दप्रयोगेन ज्ञानं भवति एव किन्तु तस्य तादृश ज्ञानं कथं भवति तस्य हेतुः कः इति चेत् सङ्ख्या इति गुणं विना एकं द्वे त्रीणि इति न वक्तुं शक्यते एव तर्हि एकत्वादिव्यवहारहेतुः सङ्ख्या भवति सा नवद्रव्यवृत्ति नवसु द्रव्येषु वर्तते अपि च तस्य तस्याः वैविध्यम् एकत्वम् आरभ्य परार्धपर्यन्ता इति अधीतं तदनन्तरं तस्मिन्नेव विषये केवलं सङ्ख्या इति गुणः नवद्रव्यवृत्तिः इति न तत्र सङ्ख्या आरभ्य प्रभृति विभागपर्यन्तम् इत्युक्ते तत्र सङ्ख्या परिमाणं पृथक्त्वं संयोगः विभागः इति पञ्चगुणाः अपि नवसु द्रव्येषु वर्तन्ते एव इति कृत्वा तेषां नाम तत्र तत् समूहस्य सङ्ख्या आरभ्य विभागपर्यन्तं तेषां नाम एकं गणं कृत्वा साधारणगुणाः साधारणगुणाः इत्युक्ते नवसु द्रव्येषु ते लभ्यन्ते अपि च तत्रापि एकत्वम् इति सङ्ख्या नवसु द्रव्येषु वर्तन्ते नित्यत्वेन नवसु द्रव्येषु एकत्वम् इति भवत्येव इति अधीतं परिमाणं तत्र परिमाणमिति गुणः तस्मिन् स्तरे एव तद् लभ्यते नवसु गुणेषु अपि च पृथक्त्वं तत्र एकपृथक्त्वं सर्वेषु द्रव्येषु लभ्यते तदनन्तरं संयोगः इति संयोगः इति गुणः द्रव्ययोः मध्ये एव भवति संयोगः इति गुणः अपि च स च संयोगः द्विनिष्ठः द्रव्येषु संयोगसमवायसम्बन्धेन गुणाः वर्तन्ते इति कृत्वा संयोगः अपि गुणः इति कृत्वा संयोगः इति गुणः समवायसम्बन्धेन द्वयोः द्रव्ययोः वर्तते इति भवति सामान्यतया संयोगः केन जायते इति चेत् क्रियया जायते किन्तु विभुद्रव्याः विभुद्रव्याणि विभुद्रव्येषु क्रिया न भवति इति वयं जानीमः मूर्तद्रव्येषु एव क्रिया भवन्ति क्रिया भवति इति कृत्वा इदानीं मूर्तद्रव्यम् अपि च विभुद्रव्यम् अनयोः मध्ये संयोगः भवितुम् अर्हति वा इति चेत् भवितुम् अर्हति किमर्थम् इत्युक्ते यदा एकस्मिन् मूर्तद्रव्ये क्रिया जायते तत्र तेन कारणेन मूर्तद्रव्ये विद्यमानक्रियया संयोगः तस्मिन् जायते अन्यस्मिन् पार्श्वे तत्र विभुद्रव्यः अस्ति चेत् विभुद्रव्यमस्ति चेत् तस्मिन्नपि संयोगः जायत्येव अतः एव अत्र उक्तं प्रायः क्रियाजन्यः इति अपि च विभागः इति गुणः संयोगनाशको गुणः तदेव तस्य लक्षणम् इति संयोगस्य नाशः यः करोति तदेव विभागः तस्यापि क्रियया एव उत्पत्तिः भवति इति एतत् सर्वम् अस्माभिः अधीतं सामान्यतया. तदनन्तरम् इदानीम् उत्पत्तिक्षणे द्रव्ये न गुणकर्मणोः सम्भवः इति पाठः, तत्र प्रथमपरिच्छेदः अस्माभिः पठितः. तत्र किमुक्तम् इति चेत्, घटकार्योत्पत्तिकार्याधिकरणम् इति अस्ति. कार्याधिकरणे कारणं भवेत्, सर्वदा भवेत्, पूर्वक्षणे भवेत् इति निकषात्रयम् अस्माभिः अधीतम्. तत्र पूर्वक्षणे भवेत् इत्यतः, अपि च घटस्य तत्र घटे विद्यमानरूपस्य वा घटे विद्यमान यः कोऽपि गुणस्य घटमेव कारणं. कीदृशकारणम् इत्युक्ते समवायीकारणम्. समवायीकारणं नाम यत् तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायेन कार्यं जनयति, तत् समवायीकारणम् इति अस्माभिः अधीतम्. तर्हि घटः घटे विद्यमानरूपं प्रति समवायीकारणं भवति. तर्हि रूपं यस्मिन् क्षणे जायते तस्मात् पूर्वक्षणे घटः भवेत् इति कृत्वा, अत्र निगमनं कृतं वा, अयं च नियमः सर्वविधकारणत्वे आलोचनीयः. कः नियमः? वैशाखक्षणे घटोत्पत्तिश्चेत् चैत्रक्षणे सर्वाणि घटकारणानि साक्षात् परम्परासम्बन्धैः कपाले सन्निहितानि भवन्ति. सत्यं. तद् वक्ष्यमाणं समवायिकारणं वा भवेत् असमवायिकारणं वा भवेत् तथा सर्वभावजन्यान् प्रति द्रव्यमेव समवायीकारणमिति सङ्ख्यादिगुणानामपि उत्पत्स्यमानं द्रव्यमेव समवायीकारणम्. तर्हि इदानीम् अग्रे एव तद् आगच्छति. तर्हि एतावत्पर्यन्तम् अस्माभिः किम् अधीतम् इति चेत्, समवायीकारणं केवलं द्रव्यमेव भवितुम् अर्हति, स च समवायीकारणं तत्र गुणानाम् उत्पत्तेः पूर्वक्षणे भवेत् इति तावत्पर्यन्तम् आगतम्. तर्हि अग्रे पठनीयमद्य पुटसङ्ख्या अस्ति नव अशीतिः तमपुटे, उपरि उपरिष्टात् पठनीयम्. एवं सति द्रव्योत्पत्तिक्षणे इति. अस्तु, बालसुब्रह्मण्यमहोदय आरब्धुमिच्छति वा? एवं सति द्रव्य उत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः नः शक्य वक्तुम्. तथात्वे द्रव्यस्य गुणानां च उत्पत्त्या द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात्. न स्यात् तर्हि तद् गुणान् प्रति कारणमपि. अतः पठामि महोदय. तस्य कारणत्वक्षायै उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इति नियमः अभ्युपगम्यते. तस्मात् प्रथमक्षणे कार्यं द्रव्यमेव जायते, कार्यं द्रव्यमेव जायते, तदात्मकसमवायिकारणसमवधानेन द्वितीयक्षणे गुण उत्पत्तिः. स्पष्टः अपि अर्थः चित्रेण बोध्यते. अस्तु, वदतु महोदय. प्रतिवाक्यं पठित्वा प्रयत्नं करोमि. एवं सति द्रव्य उत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः. सो द्रव्य उत्पत्ति यदा भवति तत्र एव रूपादीनां विशेषगुणानाम् अपि च एकत्वादीनां सामान्यगुणानां एकत्वादीनाम् इति चेत् सङ्ख्यादि एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः न शक्य वक्तुम् न शक्य वक्तुं न शक्य न शक्य वक्तुम् इति महोदय न शक्तुं न वक्तुं शक्य इत्युक्ते न तत्र वक्तुं न शक्यते इति अर्थः अत्र बुद्धं खलु रूपादीनां विशेषगुणानाम् एकत्वादीनां किमिति भगिनि क्षम्यतां नः इति लिखितं तत्र वर्गे महोदयेन किमुक्तं नः इति अपि पदप्रयोगः अस्ति तत्र न इत्येव अवगमनं तत्र टङ्कनदोषं नास्ति इति अन्येपि अन्येन पृष्टं किन्तु टङ्कनदोषं नास्ति किल महोदय किमिति अस्माभिः तदपि अर्थमस्ति तादृश अर्थः अपि अस्ति किन्तु अत्र नः इति अनेन न इत्येव बोध्यम् अपि च नः इति अपि प्रयोगः अस्ति इति महोदयेन उक्तम् धन्यवादः अस्तु अत्र महोदय एकत्वादीनां सामान्यगुणानां तत्र आदिपदेन किं परामर्शितम् आदिपदानां एकत्वादीनाम् इत्युक्ते साधारणगुणाः एकत्वादिगुणानां तर्हि साधारणगुणाः के इति एकवारं वदतु साधारणगुणाः इति पञ्चगुणाः मेडिकल् विभाग अहं दृष्ट एवम् अस्तु तर्हि तत्र संख्या अपि च परिमाणं संख्या संयोगः विभागः संयोगं विभागः सत्यम् इति तत्र सामान्यगुणा इत्युक्ते साधारणगुणाः इति पूर्वस्मिन् परिच्छेदे यद् अस्माभिः पठितं तस्यैव तत्र पर्यायपदमस्ति सामान्यगुणानां साधारणगुणानां सामान्यगुणानाम् इति एते पञ्चगुणाः तेषाम् उत्पत्तिः अपि च रूपादीनां विशेषगुणानाम् इत्युक्ते आहत्य चतुर्विंशतिगुणाः सन्ति इति वयं जानीमः तेषु पञ्चगुणाः एव सामान्याः अन्ये गुणाः विशेषगुणाः भवन्ति तेषां गुणानाम् उत्पत्तिः द्रव्योत्पत्तिक्षणे एव भवति इति न वक्तुं शक्यते इति वाक्यस्य अर्थः किमर्थं यदा घटः जायते तस्मिन्नेव क्षणे घटे विद्यमानरूपम् अपि जायते इति किमर्थं न वक्तुं शक्यते अधिकरणकारणमिति चेत् उत्पत्तिपूर्वं भवेत् सत्यं तर्हि घटः तस्मिन् विद्यमानरूपं प्रति कीदृशकारणं घटः इति समवायिकारणम् उत्तमं घटः घटे विद्यमानरूपं प्रति नो चेत् एकत्वम् इति सङ्ख्यां प्रति समवायिकारणं भवति तर्हि समवायिकारणम् अस्ति इति कृत्वा अस्माकं निकषा किं पूर्वक्षणे भवेत् कार्योत्पत्ति पूर्वक्षणे भवेत् तर्हि प्रथमक्षणे घटः जायते तदनन्तरमेव तस्मिन् रूपं वा एकत्वं वा इति तादृशगुणाः जातुम् अर्हति इति कृत्वा तत्र पूर्वक्षणे भवेत् इति अत्र उक्तम् एवं सति द्रव्योत्पत्तिक्षणे एव तस्मिन्नेव क्षणे घटे रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः भवति इति न वक्तुं शक्यते इति उक्तम् अग्रे महोदय तथात्वे द्रव्यस्य गुणानां च युगवत् उत्पत्त्या द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात् न स्यात् तर्हि तद् गुणान् प्रति कारणमपि. सो तत्ते द्रव्यस्य गुणानां युगपत् उत्पत्त्या द्रव्यं युगपत् उत्पत्त्या द्रव्यं न न युगपत् उत्पत्त्या द्रव्यमिति नास्ति. युगपत् उत्पत्त्या यदि तादृशपक्षः स्वीकुर्मः इदानीं अपि च द्वयमपि एकस्मिन्नेव क्षणे जायते इति स्वीकुर्मश्चेत् किं भवति? द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात्. तत्क्षणे अथवा पूर्वक्षणे अपि न स्यात्. न तत्क्षणे अपि च पूर्वक्षणे इति नास्ति. यदि एकस्मिन्नेव क्षणे द्रव्यम् अपि च तस्मिन् विद्यमानगुणाः अपि जायन्ते चेत् गुणानाम् उत्पत्तिक्षणे द्रव्यं नास्ति किल? नास्ति. द्रव्यमेव गुणानां समवायिकारणम्. तर्हि न स्यात् तर्हि गुणान् प्रति कारणं कारणमेव न भवति गुणान् प्रति. सत्यं सत्यं. पूर्वं द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात् इति युक्ते गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात् इत्युक्ते तत्र नास्ति इति तदेव अर्थः. गुणोत्पत्तिक्षणम् इदानीमेव गुणोत्पत्तिक्षणम् इति चेत् तस्मात् पूर्वक्षणे द्रव्यं तत्र भवेत् किल? तद् न स्यात् यदि युगपत् तेषाम् उत्पादनं स्वीकुर्मः. सत्यं. द्रव्यम् अपि च तस्मिन् विद्यमानगुणानां युगपत् उत्पत्तिः इति सिद्धान्तः स्वीकुर्मश्चेत् गुणानाम् उत्पत्तिपूर्वक्षणे द्रव्यं न नास्ति तर्हि कारणमेव न भवति तस्मात् इति आगच्छति. अस्तु. अतः तस्य कारणत्वरक्षाय उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इति नियमः अभ्युपगम्यते. सो तस्मात् कारणत्वरक्षायै कस्य कारणत्वरक्षायै तस्य कारणं शलसे रक्षयितुम् इत्युक्ते न तस्य अत्र महोदय अतः तस्य कारणत्वरक्षायै इति वाक्यं तस्य इत्युक्ते कस्य गुणः न न कारणत्वं गुणे अस्ति वा रति अस्ति वा न तदेव पृच्छन्नस्मि भगिनि कारणत्वं कुत्र अस्ति गुणे अस्ति वा द्रव्ये अस्ति वा? द्रव्ये अस्ति. हा तर्हि तस्य द्रव्यस्य कारणत्वरक्षायै कारणत्वं कुत्र विद्यते? द्रव्ये विद्यते. तर्हि कारणत्वं द्रव्ये भवेत् चेत् उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इति नियमः अभ्युपगम्यते इत्युक्ते तद् अङ्गीकर्तव्यम् एव. अस्मिन् क्षणे गुणः जायते चेत् तस्मात् पूर्वक्षणे एव घटः जायेत इति अभ्युपगन्तव्यं स्वीकर्तव्यम्. यदि तादृशं न स्वीकुर्मः तर्हि गुणस्य उत्पत्तिक्षणात् पूर्वक्षणे कारणं नास्ति तर्हि कारणं विना कार्यं जायते इति आपत्तिः भवति. इति कृत्वा द्रव्यं गुणोत्पत्तिक्षणात् पूर्वक्षणं द्रव्यस्य उत्पत्तिः भवेत् इति नियमः स्वीकर्तव्यः. तर्हि प्रथमं द्रव्यस्य उत्पादनं भवति तदनन्तरं गुणस्य उत्पादनं भवति क्रियायाः उत्पादनं भवति इति स्वीकुर्मश्चेत् यस्मिन् क्षणे द्रव्यं जातमस्ति तस्मिन् क्षणे तस्मिन् द्रव्ये गुणं वा क्रिया वा न नास्ति तर्हि तस्मिन् क्षणे केवलम् एकक्षणं स च द्रव्यं निर्गुणं निष्क्रियं च तिष्ठति बुद्धं खलु पुनः एकवारं पठामि महोदय अतः तस्य कारणत्वरक्षायै उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इति नियमः अपि उपगम्यते अवगतं महोदय धन्यवादः तस्मात् अत्र एवमपि अवगन्तुं शक्यते इदानीं भवान् नूतनगृहस्य निर्माणं करोति इति चिन्तयतु तदनन्तरं गृहप्रवेशं कृत्वा भवान् गृहस्य प्रवेशं करोति यस्मिन् क्षणे भवान् गृहस्य प्रवेशनं करोति तस्मिन्नेव क्षणे एव गृहस्य निर्माणम् अपि भवति इति न वक्तुं शक्यते किल तस्मात् पूर्वमेव गृहस्य निर्माणं भवेत् सत्यं सत्यं तदनन्तरमेव भवता गृहप्रवेशं कर्तुं शक्यते तर्हि यस्मिन् क्षणे गृहस्य निर्माणम् अभवत् तस्मिन् क्षणे तस्मिन् गृहे कोऽपि न सन्ति निर्जनाः भवन्ति स च गृहम् एवमेव यस्मिन् क्षणे द्रव्यं जायते तस्मिन् क्षणे एकक्षणं स च द्रव्यं निर्गुणं निष्क्रियं तिष्ठति तदनन्तरमेव तस्मिन् द्रव्ये अन्य तत्र सामान्यगुणाः वा विशेषगुणाः वा क्रियाणि वा भवितुम् अर्हति इति अत्र उक्तं तावदेव तस्मात् प्रथमक्षणे कार्यं द्रव्यमेव जायते प्रथमक्षणे द्रव्यमेव अस्ति द्रव्यमेव जायते तद् आत्मकसमवायिकारणसमवधानेन द्वितीयक्षणे गुण उत्पत्तिः प्रथमक्षणे द्रव्यमेव जायते द्वितीयक्षणे समवायिकारणसमवधानेन द्वितीयक्षणे गुण उत्पत्तिः भवति इत्युक्ते गुणः समवायिकारणेन समवायिसम्बन्धेन एव तस्मिन् समवायिकारणे भवति किल तस्य समवायिकारणे भवति इति कृत्वा अत्र समवायिकारणसमवधानेन द्वितीयक्षणे एव उत्पत्तिः भवति इति लिखितम् अस्तु समीचीनं महोदय धन्यवादः अग्रे चित्रमस्ति तर्हि विजी भगिनी चित्रं निरूपयति वा महोदय एवं सन्देहं तत् अस्ति कालमेव अहं गणं दर्शयामि एव न इति नैयायिकानां मतं घटोत्पत्तिक्षणे घटस्य दर्शनं न भवितुम् अर्हति नैयायिकानां मतं किमर्थम् इति चेत् अत्र केवलं मतम् इति नास्ति तस्य तर्कः अपि उक्तः कारणं कारोत्पत्तिपूर्वक्षणे भवेत् इति नियमेन ते तैः स्वीकृतं तस्यापि कारणमस्ति किमर्थं कार्योत्पत्तिपूर्वक्षणे कारणं भवेत् कार्यादिकरणे भवेत् सर्वदा भवेत् इति एतत् सर्वम् अस्माभिः अधीतम् आमाम् तर्हि घटोत्पत्तिक्षणे घटस्य दर्शनं न द्रष्टुं न न न कर्तुं शक्यते इति नैयायिकानां सिद्धान्तम् अस्तु चैत्रगणः चैत्रक्षणः चैत्र क्षणः दण्डादिघटसामग्री समवधानम् इति सङ्ग्रहणम् इति अर्थः ओहो वैशाखक्षणः घटोत्पत्तिः न गुणः न अपि क्रिया ज्येष्ठगुणः गुणोत्पत्तिः द्रव्यं घटः आषाढक्षणः रूपादेः गुणाः द्रव्यं क्रमेण आगच्छति वा महोदय दण्डादि घट घटसामग्री वा घटसामग्री वा महोदय अत्र कार्यं किं घटः सत्यं तस्य कारणं किं दण्डादि सामग्री मृत् इत्यादि सत्यं कुलालः मृत् चक्रं दण्डः एतत् सर्वं सर्वे सर्वाणि कारणानि चैत्रक्षणे क्षणे सन्ति घटसामग्री इत्यादि इत्युक्ते तत्र एकीभूय एकस्मिन् कार्योत्पत्ति कार्याधिकरणे ते सन्ति चैत्रक्षणे चैत्रक्षणे सन्ति तदनन्तरं वैशाखक्षणः एकक्षणात् अनन्तरं वा घट उत्पत्तिः अग्रिमक्षणं घट उत्पत्तिः भवति किन्तु एकक्षणं गुणः नास्ति क्रिया नास्ति सर्वं नास्ति केवलं घट उत्पत्तिः एकक्षणं तदनन्तरं ज्येष्ठक्षणः अस्ति गुणोत्पत्तिः गुणोत्पत्तिः अस्ति नाम घटे विद्यमानगुणः अपि जायते गुणः वा क्रिया वा किमपि अत्र तु गुणः गुणोत्पत्तिः जायते इत्युक्ते द्रव्यं घटः न वा किमर्थम् अत्र द्रव्यं घटः इति दत्तं द्रव्यं गुणो द्रव्यम् इत्युक्ते यस्मिन् गुणः अस्ति तदेव द्रव्यं किल कारणं द्रव्यम् इति कारणं गुणः इति कार्यं तस्मिन् विद्यमानगुणः अपि जायते ज्येष्ठगणे केवलम् एकक्षणं महोदय अग्रिमक्षणे आषाढक्षणे किं भवति आषाढक्षणे रूपादेः गुणाः द्रव्यं सर्वम् आगच्छति ओहो ज्येष्ठक्षणे रूपादेः न जायते वा महोदय किमिति ज्येष्ठक्षणे यदा गुण उत्पत्तिः भवति तदा रूपादेः न जायते वा अस्तु अग्रे पठतु भगिनि स्थिते च एवं द्वितीयक्षणे एकत्वमेव उत्पद्यते तच्च एकत्वं द्वित्वस्य असमवायीकारणं अतः एकत्व उत्पत्ति अनन्तरं द्वितीयोत्पत्तिः द्वितीयोत्पत्तिः तदुत्पत्तिप्रक्रिया च उद्ग्रन्थे द्रष्टव्या अस्तु अत्र भगिनी वदतु इदानीं ज्येष्ठक्षणे गुणोत्पत्तिः उक्तमस्ति अपि च आषाढक्षणे रूपादयः गुणाः तेषाम् उत्पत्तिः अस्ति इति अत्र उक्तम् आम् किल आम् महोदय आम् तर्हि अत्र अत्र अत्र किं लिखितमिति बुद्धं खलु तत्र चैत्रक्षणमिति प्रथमक्षणम् आदिमक्षणे घटस्य उत्पादनं न जातम् कारणमेव दण्डादिसामग्रीणां समवधानं कृतं तस्मिन् क्षणे तस्मात् अग्रिमक्षणे वैशाखक्षणे घटोत्पत्तिः जातः. यस्मिन् क्षणे तस्मिन् घटे गुणः वा क्रियः वा क्रिया वा न सन्ति, गुणः वा क्रिया वा न सन्ति. तदग्रिमक्षणे ज्येष्ठक्षणे तत्र गुणोत्पत्तिः भवति, साधारणगुणाः सन्ति किल, तेषाम् उत्पत्तिः, अपि च रूपादयानामपि उत्पत्तिः भवति तस्मिन्नेव क्षणे. तद् उत्पत्तिक्षणमस्ति. तर्हि तस्मादनन्तरम् आषाढक्षणः अस्ति किल, तत्र रूपादयगुणाः द्रव्यम् एतत् सर्वम् अस्ति इति केवलम् अत्र स्थितिः लिखितमस्ति. किं किम् अस्ति? रूपादयः गुणाः द्रव्यं सर्वम् आषाढक्षणे, तत्र आषाढक्षणे जायते न सन्ति न सन्ति. तेषां जननं ज्येष्ठक्षणे भवति. तस्मात् अग्रिमक्षणे ते सन्ति इति वक्तुं शक्यते. इत्युक्ते यस्मिन् क्षणे एकस्य पदार्थस्य जननं भवति तस्मिन् क्षणे तद् अस्ति इति न, तस्य जननमेव भवति. तस्मात् अग्रिमक्षणे एव तद् अस्ति इति किञ्चिदिव तत्र सूक्ष्मरीत्या अवगन्तव्यम्. ओके, गुणः इत्युक्ते साधा सामान्य सर्वेषां गुणानां, सामान्यगुणानाम् अपि च रूपादीनां विशेषगुणानां ज्येष्ठक्षणे उत्पत्तिः भवति, तृतीयक्षणे तेषाम् उत्पत्तिः भवति, चतुर्थक्षणे ते सन्ति इति वक्तुं शक्यते. अतः एकत्वोत्पत्त्यानन्तरं द्वितीयोत्पत्तिः, तदुत्पत्तिप्रक्रिया च. द्वित्वोत्पत्तिः, द्वितीयोत्पत्तिः न, द्वित्वोत्पत्तिः. महोदय, तदुत्पत्ति न वा? न न न, अतः तत् पुनः पठतु एकवारम्. अतः एकत्वोत्पत्त्यनन्तरं द्वितीयोत्पत्तिः, द्वितीयोत्पत्तिः न, द्वित्वोत्पत्तिः. द्वित्वोत्पत्तिः, द्वित्वोत्पत्तिः, एकत्वं द्वित्वम्, एकत्वं द्वित्वं, तदेव द्वित्वोत्पत्तिः. तदुत्पत्तिप्रक्रिया च उद्ग्रन्थे द्रष्टव्या. अस्तु, अत्र महोदय, अत्र तयोर्मध्ये गुणोत्पत्ति अथवा गुणः मध्ये भेदं किं? गुणोत्पत्ति अन्तिमक्षणे अग्रिमक्षणे अस्ति, अन्तिमक्षणे एव गुणः वर्तते, तयोर्मध्ये जायते. एकस्मिन् क्षणे एकं पदार्थं जायते, एकं पदार्थं जायते, तद् अग्रिमक्षणे तदस्ति इति सिद्धान्तः. तत्र षड्विकाराः सन्ति इति वेदान्ते अस्ति. तत्र अस्ति, जायते, वर्धते, विपरिणमते, अपक्षीयते, विनश्यति इति. तर्हि प्रथमक्षणे जननं भवति, तस्मात् द्वितीयक्षणे एव तदस्ति इति वक्तुं शक्यते. तदनन्तरम् अग्रिमक्षणे तद् वर्धते, बृहत् भवति. तदनन्तरं विपरिणमते, तस्मिन् परिणामं भवति. तदनन्तरम् अपक्षीयते, क्षीणं भवति. अन्तिमक्षणे नाशः भवति इति षड्विकाराः सन्ति इति कृत्वा तत्र अस्ति इति भिन्नविकारमस्ति, जननम् इति भिन्नविकारमस्ति. तर्हि यस्मिन् क्षणे यः कोऽपि पदार्थं जायते तस्मिन् क्षणे तदस्ति वा इति चेत् तद् तद् नास्ति इति न वदामः, किन्तु तस्य जननमेव तस्य तद् उत्पत्तिक्षणम्, उत्पत्तिक्षणात् अग्रिमक्षणे एव तद् अस्ति इति वक्तुं शक्यते. एवमेव यस्मिन् क्षणे तस्य मरणं भवति, नाशः भवति, तस्मिन् क्षणे तद् नास्ति वा इति चेत् तादृशं न चिन्तने. किमर्थमित्युक्ते तद् भिन्न तत्र विकाराणां मध्ये भिन्न विकारः अस्ति इति कृत्वा नाशक्षणे तस्य किं भवति इति चेत् नाशः एव भवति, नाशः इति विकारः भवति. महोदय समवधानं केन् यु अर्थ कः कः समवधानम् इत्युक्ते असेम्ब्लि गेदरिङ्ग् असेम्ब्लि. ओ धन्यवादः. तत्सर्वं आने एकस्मिन् तत्र कार्याधिकरणे सङ्गृह्य स्थापितम् इति अर्थः समवधानम्. एतत् सर्वम् अस्ति इदानीं सङ्ग्रहणमेव, सङ्ग्रहणं कृत्वा तत्र दत्तं, तत्र अस्ति इदानीं कार्य कार्याधिकरणे अस्ति. ओ धन्यवादः. अस्तु तत्र एकमेव वक्तव्यं विधि भगिन्या, तच्च एकत्वं द्वित्वस्य असमवायीकारणम् इति उक्तं किल प्रथमवाक्ये, तस्मिन् उक्तं वदतु. एकत्वं द्वित्वस्य असमवायी, पूर्वम् एकं वाक्यम् अस्ति तदपि एकवारं पठतु. स्थिते च एवं, स्थिते च एवं द्वितीयक्षणे एकत्वमेव उत्पद्यते. अत्र वैशाखक्षणे घट उत्पत्तिः न तु गुणः इत्यादि. किन्तु अत्र किं लिखितमस्ति? एकत्वमेव उत्पद्यते, एकत्वमेव उत्पद्यते. तर्हि द्वितीयक्षणे इत्युक्ते कस्मिन् क्षणे? वैशाखक्षणे नास्ति. वैशाखक्षणे एकत्वस्य उत्पत्तिः अस्ति वा? ज्येष्ठक्षणे, ज्येष्ठक्षणे चैत्रक्षणात् द्वितीयक्षणं, चैत्रक्षणं प्रथमक्षणं, चैत्रक्षणम् इति स्वीकुर्मश्चेत् तस्मात् प्रथमक्षणमस्ति वैशाख क्षणः, द्वितीयक्षणमस्ति ज्येष्ठक्षणः. ओके ओके. एवं द्वितीयक्षणे ज्येष्ठक्षणे एकत्वम् एव उत्पद्यते इत्युक्ते रूपं रूपादयः न उत्पद्यन्ते इति न अर्थः नास्ति. द्वितीयक्षणे ज्येष्ठक्षणे एकत्वम् इति संज्ञा वा महोदय? अत्र सत्यं सत्यम् आम्. ओके एकत्वम् एव उत्पद्यते. अग्रे तच्च एकत्वं द्वित्वस्य असमवायी कारणं, द्वितीय एकत्वं सर्वदा अस्ति, द्वित्वस्य असमवायी कारणम् अस्ति एकत्वं. असमवायी इदानीम् अस्माभिः पठितम् असमवायीकारणस्य लक्षणम् अस्माभिः पठितम्. समवायीकारणं समवायीकारणं पठितं किल, तत् विपरीतगुणम् असमवायीकारणं वा? न तादृशं नास्ति. असमवायीकुरुणं किं कारणं किम् इति अस्माभिः न पठितं, किन्तु कारणानि पूर्वक्षणे भवेत् इति कृत्वा अत्र अत्र पश्यतु, द्वित्वम् इति कार्यं, तस्य असमवायीकारणमस्ति एकत्वम्. तर्हि एकत्वं प्रथमं जायेत, तदनन्तरमेव अग्रिमक्षणे द्वित्वं वा अनन्तरं यत्किमपि यः कोऽपि सङ्ख्या वा भव यः कापि सङ्ख्या वा भवितुमर्हति इति अत्र लिखितं तावदेव. अतः एकत्वोत्पत्य अनन्तरम् अनन्तरम् एव द्वितीयोत्पत्तिः, तदुत्पत्तिप्रक्रिया च ग्रन्थे द्रष्टव्या. उत्पत्तिप्रक्रिया भवतु तत्र अस्मिन् विषये, कथं वा द्वित्वस्य उत्पत्तिः भवति इति अस्मिन् ग्रन्थे न लिखितम्. उद्ग्रन्थे इत्युक्ते इतोपि गभीरतया चिन्तनमस्ति अन्येषु ग्रन्थेषु तत्र तत्र कृपया पश्यतु इति ग्रन्थकारः वदति. समीचीनं. अपि च वदतु भगिनि. अत्र केवलं ज्ञानार्थं वदामि, तस्मिन् विषये चिन्तनं मास्तु, महोदयेन उक्तम् इत्यतः अहं तद् वदिष्यामि. अत्र तद् उत्पत्तिप्रक्रिया इत्युक्ते तद् इत्युक्ते अत्र द्वित्वं, द्वित्वस्य उत्पत्तिप्रक्रिया उद्ग्रन्थे द्रष्टव्या. उद्ग्रन्थिरे किं दृष्टम् इति चेत् नैयायिकाः वदन्ति तत्र अष्टसोपानानि सन्ति इति. सोपानानि कानि इति चेत् प्रथमम् इन्द्रियार्थसन्निकर्षः भवेत्. अस्माभिः पूर्वं पठितं किल तत्र द्वित्वं कथं जायते इति चेत् अस्मेकम् अपेक्षा अस्ति चेत् कति घटानि सन्ति मम पुरतः, कति घटानि सन्ति इति प्रथमं मम मनसि मम आत्मनि अपेक्षा भवेत्, इच्छा भवेत्. यदि इच्छा भवति तदनन्तरमेव अहं गणनं करोमि किल. यदा अहं गणनं करोमि तदा एव द्वित्वं वा त्रित्वं वा इति तादृशगुणाः जायन्ते इति अस्माभिः पूर्वं किञ्चिदिव अधीतम्. तर्हि प्रथमम् इन्द्रियार्थसन्निकर्षः, घटं घटः अपि च मम इन्द्रियम् अनयोः मध्ये सन्निकर्षः जायेत. तदनन्तरम् एकत्वत्वजननं भवति, एकत्वत्वज्ञानं भवति. यदा इन्द्रियसन्निकर्षः जायते तदा घटे विद्यमान एकत्वस्य ज्ञानं मयि आत्मनि भवति. तदनन्तरम् अपेक्षाबुद्धिः भवति, इदानीं कति घटाः सन्ति इति अपेक्षाबुद्धिः भवति. तदनन्तरं द्वित्वत्व उत्पत्तिः भवति, यदा मम मयि अपेक्षा भवति तदा एव द्वित्वत्व उत्पत्तिः भवति इति चतुर्थसोपानम्. पञ्चमसोपानमस्ति द्वित्वस्य सामान्यज्ञानम्. षष्टमसोपानमस्ति द्वित्वगुणज्ञानम्. सप्तम सोपानमस्ति द्वित्वविशिष्ट विशिष्ट आकारज्ञानम्. अष्टमसोपानमस्ति तेन ज्ञानेन संस्कारः जायते इति अष्टसोपानानि सन्ति. अत्र अस्मिन् विषये कृपया इदानीं न चिन्तनं कुर्मः, एवमेव मया उक्तं तावदेव महोदयेनापि उक्तम् इति कृत्वा तादृशसोपानानि सन्ति द्वित्वस्य उत्पादनार्थम् इति अवगच्छन्तु. अस्तु, सीमा भगिन्याः प्रश्नः कः आसीत्? महोदय, मम प्रश्नः अस्ति अत्र जायते अस्ति क्षणद्वयं अतः वैशाखक्षणे घट उत्पत्तिः अस्ति अतः घटः जायते. ज्येष्ठक्षणे घटः यत् अधः दत्तमस्ति तत्र घटः अस्ति इति भवति. अपि च ज्येष्ठक्षणे गुणोत्पत्तिः अस्ति अतः गुणानां जननम् अस्ति. आषाढक्षणे गुणानाम् अस्तित्व अस्ति अतः अस्ति तत्र गुणानामपि अस्तित्व अस्ति घटस्य अपि अस्तित्व अस्ति. समीचीनं, बहु समीचीनं, तादृशमेव अवगन्तव्यम्. तर्हि तत्र घटोत्पत्तिः, वैशाखक्षणे घटोत्पत्तिः इत्युक्ते तस्मिन् क्षणे घटस्य उत्पत्तिः एव भवति, अस्तित्वं घटः अस्ति इति न वक्तुं शक्यते. ज्येष्ठक्षणे घटः अस्ति अपि च गुणोत्पत्तिः अपि भवति. तदनन्तरम् आषाढक्षणे गुणाः सन्ति घटः अपि अस्ति इति अर्थबोधः. अस्तु, समीचीनं. तर्हि अपि च मम अन्यः प्रश्नः अस्ति महोदय, उद्ग्रन्थे इत्युक्ते अग्रिमग्रन्थे न, उद् जनरली उत् इत्युक्ते अग्रिमम्. हा, किन्तु अत्र उद्ग्रन्थे इत्युक्ते तत्र अन्येषु ग्रन्थेषु यत्र गभीरचिन्तनमस्ति तत्र पश्यतु, तत्र द्रष्टव्या, उद्ग्रन्थे द्रष्टव्या इति उक्तम्. कथं वा तस्य व्युत्पत्तिः जातम्? उद्ग्रन्थ तत्र उद्दिति उपसर्गः अस्ति, तस्य अर्थः कः इति अहं न जाने. अस्तु महोदय, धन्यवादः. अस्तु, हा तर्हि श्रीराम महोदय अग्रे पठति वा? आं महोदय, श्रूयते वा? हा श्रूयते. असमवायिकारणनिरूपणम्. अतः किम् एतत् असमवायिकारणं नाम उच्यते? निरूपितं हि समवायिकारणं यद्धि स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति. तथा यथा कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं जनयति, अतः कपालः घटसमवायिकारणं. तादृशे समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पद्यते तत् असमवायिकारणम्. यथा कपालद्वयसंयोगः घटं प्रति असमवायिकारणं भवति. संयोगो हि गुणः, सः पूर्वोक्तरीत्या समवायेन द्रव्ये कपाले भवति. एवं दण्डचक्रादिकारणसमवधाने अपि न कपालद्वयसंयोगेन विना घटस्य उत्पत्तिः भवति. अतः कपालद्वयसंयोगः घटस्य जनको अपि भवति. एवं सः कपालरूपघटसमवायिकारणे समवायसम्बन्धेन स्थित्वा घटात्मकं कार्यं जनयति. अतः कपालद्वयसंयोगः घटस्य असमवायिकारणम्. अत्र समवायिकारणस्य निरूपणम् अस्ति. प्रथमतया तत्र उच्यते निरूपितं हि समवायिकारणं. समवायिकारणम् इत्युक्ते यदि स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति. उदाहरणार्थं कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटं जनयति. कपालघटयोः मध्ये समवायसम्बन्धः. कपालः कपाले स्वस्मिन् स्थित्वा घटस्य घटः इति कार्यस्य उत्पत्तिः जनयति, कार्यं जनयति. अतः कपालः घटसमवायिकारणम्. कपालः न्यायशैल्याम् अवच्छेदकसम्बन्धं स्वीकृत्य वाक्यं वदतु समवायिकारणस्य, केवलं पुनस्मारणार्थं. समवाय सम्बन्ध अवच्छेद अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्धेन सम्बन्ध अवच्छिन्न कारणता आश्रयः द्रव्यं. यत् द्रव्यम् अस्ति आश्रयः समवायिकारणं, नो चेत् कारणता आश्रयत्वं समवायिकारणत्वम्. महोदय, तादृशे समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तत् असमवायिकारणम्. समवायिकारणे इत्युक्ते तत्र उदाहरणार्थं घटे इति कपालः इति स्वीकुर्मश्चेत् यत् समवायेन स्थित्वा यत् कपाले समवायेन स्थित्वा समवायेन कार्यम् उत्पद्यते. समवायसम्बन्धेन कार्यम् उत्पद्यति तत् समवायिकारणम् इदानीं तत् असमवायिकारणं हा असमवायिकारणं सम्यक् असमवायिकारणं समवायिकारणे कपालः कपाले स्वस्मिन् स्थित्वा घटस्य समवायिकारणं वदामि महोदय समवायिकारणे कपालः स्वस्मिन् स्थित्वा घटस्य जननं उत्पादयति इदानीं समवायिकारणे यत् समवायेन स्थित्वा अत्र समवायसम्बन्धेन स्थित्वा कार्यं यत् जनयति तत् असमवायिकारणं भवति अस्तु तर्हि भवान् वदतु एकनिमिषम् अत्र अहं प्रश्नं करोमि समवायिकारणे समवायिकारणं सर्वदा कीदृशपदार्थः भवितुमर्हति कीदृशपदार्थे रक्तपदार्थेषु द्रव्यं भवति द्रव्यम् एव द्रव्यमेव द्रव्यमेव सर्वदा समवायिकारणं भवितुम् अर्हति सप्तसु पदार्थेषु द्रव्यमेव सर्वदा समवायिकारणं भवितुम् अर्हति इति एकं तर्हि इदानीं तादृशसमवायिकारणे समवायसम्बन्धेन के के पदार्थाः भवितुम् अर्हन्ति समवायसम्बन्धेन तत्र गुणः भवितुमर्हति तत्र गुणगुणिनोः इति गुणि अस्ति कपालः इति उदाहरणं तत्र गुणः भवितुमर्हति द्रव्यं स्वीकुर्मश्चेत् तत्र गुणः भवितुमर्हति समवायसम्बन्धेन तत्र क्रिया क्रियाक्रियावतोः इति अस्ति क्रिया भवितुमर्हति जातिव्यक्त्योः इति अस्ति यथा कपालः इति स्वीकुर्मश्चेत् जातिः अपि अस्ति कपालत्वम् इति जातिः अपि अस्ति समवायसम्बन्धेन अत्र अस्मिन् सन्दर्भे सा गुणः एव कर्तुं समवायि समवायेन कार्य उत्पत्तेः कारणं भवितुम् अर्हति इति अहं चिन्तयामि अस्तु पश्यामि तत्र यद् यथा भवता उक्तं पञ्चसु स्थलेषु समवायिकारणं भवति समवायसम्बन्धः भवति अवयवे अवयविनोः मध्ये अवयव किन्तु अवयवी अपि च अवयवः द्वयमपि द्रव्यम् इति कृत्वा तत्र द्रव्यं समवायसम्बन्धेन अन्यत्र न भवितुम् अर्हति इति कृत्वा तत्र संयोगः एव भवति इति कृत्वा द्रव्यं यदा कदापि असमवायिकारणं न भवितुम् अर्हति किल द्रव्यमेव सर्वदा समवायिकारणं भवितुम् अर्हति इति एकं निगमनं द्वितीयं निगमनं द्रव्यं यदा कदापि असमवायिकारणं न भवति किमर्थमित्युक्ते द्रव्यम् अन्यस्मिन् समवायसम्बन्धेन न भवितुमर्हति केवलम् अवयवि अवयवसम्बन्धेन एव तत्र भवितुमर्हति किन्तु इदानीं तत्रापि अवयवी एव अवयवे समवायसम्बन्धेन अस्ति न तु विपरीतरीत्या इति कृत्वा द्रव्यं यदा कदापि समवायसम्बन्धेन असमवायिकारणं न भवितुमर्हति गुणाः समवायसम्बन्धेन द्रव्ये वर्तते इति कृत्वा ते असमवायिकारणं भवितुमर्हति क्रियाः अपि असमवायिकारणं भवितुमर्हति किन्तु भवति वा न वा इति द्रष्टव्यं जातिः व्यक्तौ समवायसम्बन्धेन अस्ति किन्तु जातिः तत्र केवलं जात्या किमपि न जायते इत्युक्ते जातिः केवलं वर्तते तद् यस्य कस्यापि समवायिकारणं न भवितुम् अर्हति इति अहं चिन्तयामि अपि च नित्य तत्र विशेषः इति पदार्थः अपि च नित्यद्रव्य तदपि विशेषम् इति गुणः अपि विशेषमिति पदार्थः अपि यदा कदापि असमवायिकारणं न भवितुमर्हति तर्हि आहत्य यथा भवता उक्तं तत्र गुणाः एव असमवायीकारणं भवितुम् अर्हन्ति इति भाति. महोदय अस्तु, हा क्रिया अपि भवितुम् अर्हति न वा? पश्यामः, इदानीं न पठितं तत्र असमवायीकारणं. तत्र उदाहरणं वदति वा, इदानीं मनसि अस्ति चेत् इदानीं चिन्तयितुं शक्यते. No, but I'm just thinking logically it's possible. Ha ha. Bhavitam arhati. Kriya nischayena bhavitam arhati. Kintu kriya yasmin kasmin samavayi karane sthitva, samavaya sambandhena sthitva, kidrisha karyam janayati iti tatra karyam kim iti chintaniyam. Kriya kriyayah katam kimapi karyam bhavati. यदा क्रिया स्वस्मिन् इदानीं कन्दुकः अस्ति, कन्दुके चलनक्रिया अस्ति चेत् तद् किमपि कार्यं जनयति वा? नो इति चिन्तनीयं, तदेव अहं अतः एव मया उक्तम्. इदानीं इतोपि किञ्चित् अवगमनं कुर्मः. प्रथमम् असमवायिकारणम् इदानीमेव पठन् स्मः किल, इतोपि किञ्चित् अवगमनं कुर्मः. तर्हि कार्यं किम् इति पश्यामः, तदनन्तरं क्रियानिश्चयेन भवितुम् अर्हति. क्रिया तु समवायसम्बन्धेन एव द्रव्ये अस्ति इति कृत्वा भवितुम् अर्हति, किन्तु कीदृशकार्यं तेन जननं कर्तुं शक्यते इत्यस्मिन् विषये चिन्तनीयं. ततः एव मया प्रश्नः कृतः. यदि तादृशकार्यं मनसि अस्ति चेत् तस्मिन् विषये चिन्तयितुं शक्यते, नो चेत् भवितुम् अर्हति इति स्वीकुर्मः. उदाहरणतया आङ्ग्लभाषायां स्विच् अस्ति, स्विच् यदि आन् कुर्मः तदानीं तेन व्यजनस्य गतिः भवति, या विद्युत् न दण्डदीपः दण्डदीपे प्रकाशः भवति, अतः क्रियया क्रिया भवति इति. किन्तु वक्तव्यम् अङ्गुल्या संयोगः भवति खलु, कुञ्चिका सह कुञ्चिका कुञ्चिका न एकनिमिषम् अत्र पश्यतु. पिञ्ज पिञ्ज पिञ्ज इति वदतु. पिञ्ज पिञ्ज पिञ्ज पिञ्ज इति वदतु. अस्तु, यदा स्विच् इत्यस्मिन् अस्माभिः क्रिया जिया क्रिया कारयामः, तत्र वयं क्रिया कारयामः, तदा केवलं विद्युतः एव तत्र चालनम् अस्माभिः कृतम्. विद्युत् तदनन्तरं किं गच्छति, किं किं किं कार्यं करोति? तत्र व्यजनस्य व्यजने क्रिया उत्पद्यते विद्युत्. तर्हि साक्षात् परम्परासम्बन्धेन एव तत्र स्विच् अपि च व्यञ्जने विद्यमान व्यजने विद्यमानक्रियायाः सम्बन्धः भवितुमर्हति, साक्षात् कारणं न भवति. यथा दण्डः परम्परासम्बन्धेन घटस्य कारणं भवति, तदा एव स्विच् अपि व्यजने विद्यमानक्रियायाः कारणं भवति. तर्हि तत्र असमवायिकारणं वक्तुं शक्यते वा, नो चेत् निमित्तकारणमेव स्वीकर्तुं शक्यते वा इति चिन्तनीयम्. असमवायिकारणस्य लक्षणं किं? यत् समवायीकारणे समवायेन स्थित्वा, इदानीं स्विच् अपि च व्यजनम् अनयोः मध्ये समवायसम्बन्धः नास्ति. बुद्धं खलु भगिनि? आम् आं महोदय, अहं यथा कपालद्वयसंयोगः गतं प्रति असमवायिकारणं भवति, इदानीं असमवायिकारणं गत उत्पत्तिविषये कपालद्वयस्य संयोगः एव असमवायिकारणं. गत कपालद्वयसंयोगः इति गुणः तद् घट समवाय उत्पत्तेः समवायिकारणं भवति, संयोगः हि गुणः. सः पूर्वोक्तरीत्या समवायेन एकनिमिषम् अत्र अत्र किञ्चित् चिन्तयतु महोदय. समवायीकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तत् असमवायीकारणम् इति असमवायीकारणस्य लक्षणं पठितं किल. अपि च इदानीं कपालयोः मध्ये यः संयोगः जायते तद् असमवायीकारणम् इति उक्तं. तर्हि इदानीं लक्षणस्य समन्वयं करोतु. किं कस्मिन् स्थित्वा किं कार्यं जनयति? इदानीं कार्यमस्ति घटः, कार्यमस्ति घटः, घटः इति कार्यमस्ति, तस्य समवायीकारणमस्ति कपालः, कपालः अस्ति समवायीकारणं, समवायीकारणे समवायेन संयोगः इति गुणः वर्तते इति कृत्वा समवायेन कार्यं कपालद्वयसंयोगः कार्य उत्पत्तिः जनयति. तत्कारणेन कपालद्वयसंयोगः असमवायिकारणं भवति. इत्युक्ते कपालद्वयोः मध्ये यदा संयोगः न जायते तर्हि घटस्य उत्पादनं न भवति किल. तावत्पर्यन्तं न भवति. तर्हि घटसंयोग कपालद्वयसंयोगः अपि कारणं भवति. इदानीं कीदृशकारणम् इति चेत् समवायिकारणं न भवति. किमर्थम् इत्युक्ते संयोगः इति गुणः. वयं जानीमः द्रव्यमेव समवायिकारणं भवितुमर्हति. तर्हि इदानीं कीदृशकारणम् इति चेत् संयोगः समवायीकारणे कपाले समवायेन स्थित्वा संयोगः समवायेन कपाले कपाले अपि च कार्यं जनयति. अत्र कार्यं किं? घटः. घटः केन सम्बन्धेन समवायकारणे वर्तते? समवायसम्बन्धेन. इति कृत्वा संयोगः समवायसम्बन्धेन कपाले समवायिकारणे स्थित्वा समवायसम्बन्धेन कार्यं जनयति. इत्युक्ते घटः कपाले संयोगसमवायसम्बन्धेन वर्तते इति कृत्वा तादृशकार्यं जनयति. अतः संयोगः असमवायीकारणम्. उक्तं खलु? अस्तु, इदानीम् अग्रे अन्यः कोऽपि प्रतिपादयतु. सीमा भगिनी वदति वा? यथा ततः परं सः पूर्वोक्तरीत्या सत्यं सत्यं सः पूर्वोक्तरीत्या समवायने द्रव्ये कपाले भवति. एवं दण्डचक्रादिकारणसमवधानेपि न कपालद्वयसंयोगेन विना घटस्य उत्पत्तिः भवति. अतः कपालद्वयसंयोगः घटस्य जनकः जनकोऽपि भवति. एवं सः कपालरूपघटसमवायिकारणे समवायसम्बन्धेन स्थित्वा घटात्मकं कार्यं जनयति. अतः कपालद्वयसंयोगः घटस्य असमवायिकारणमस्ति. सः इत्युक्ते संयोगः कपाले समवायेन समवायसम्बन्धेन वर्तते. तत्र दण्डचक्रादिकारण समूह अस्ति चेदपि कपालसंयोगं विना घटस्य उत्पत्तिः न भवति. अतः कपालसंयोगः अपि घटस्य उत्पत्तेः कारणम् अस्ति. तर्हि सः संयोगः कपाले समवायसम्बन्धेन वर्तते. अपि च कपाल अपि घटस्य समवायिकारणमस्ति. अतः यः समवायिकारणम् अस्ति तस्मिन् संयोगः समवायसम्बन्धेन स्थित्वा घटस्य उत्पत्तिः करोति, अतः संयोगः घटस्य असमवायि कारणं भवति. समीचीनम्. अत्र एकः प्रश्नः भवति, अत्र एवं दण्डादिचक्र दण्डचक्रादिकारणसमवधाने अपि न कपालद्वयसंयोगेन विना घटस्य उत्पत्तिः भवति, अतः कपालद्वयसंयोगः घटस्य जनकः अपि भवति इति उक्तं किल. तर्हि कारणम् इति लिखितमस्ति. अत्र कारणस्य निरूपणं कथं कुर्मः? अत्र कारणस्य निरूपणं भवति कार्यस्य पूर्वं भवति, अतः संयोगः अहं चिन्तयामि संयोगः प्रथमं भवति, पश्चात् घटस्य उत्पत्तिः भवति. तत् सत्यं, सा निकषा अस्ति यद्भवत्या उक्तं, तत् समीचीनमेव. किन्तु मम प्रश्नः किञ्चित् भिन्नः, तत्र कार्यकारणभावः निरूपणीयः किल? एवमेव वदामश्चेत् तत्र न निरूपणं भवति. कार्यकारणनिरूपणे तत्र तर्कः कः? अन्वयसहचारः, व्यतिरेकसहचारः इति अस्माभिः अधीतं किल. सत्यं सत्यं. तत्र कपालद्वयसंयोगः अस्ति चेद् एव घटस्य उत्पत्तिः भवति. कपालद्वयसंयोगं नास्ति चेत् घटस्य उत्पत्तिः नास्ति. अतः अत्र अन्वयसहचारः अस्ति, अपि च व्यतिरेक सहचारः अपि अस्ति. अतः कपालद्वयसंयोगः घटस्य घटं प्रति कारणम् अस्ति. हा, केवलं पुनस्मारणार्थम् एतत् प्रश्नं मया कृतं. समीचीनं. किन्तु तत्र यत्र यत्र कारणम् इति स्वीकुर्मः तत्र सर्वत्र अन्वयसहचारः अस्ति वा व्यतिरेकसहचारः अस्ति वा इति चिन्तनीयम्. अतः एव तत्र कार्यकारणभावः निरूपितः भवति. इदानीं भवत्या निरूपितं, समीचीनम्. अग्रे भवती एव पठतु भगिनी. वदतु विजि भगिनी. संयोगः इति गुणः, संयोगः इति सम्बन्धः, तयोः मध्ये कः भेदः महोदय? किमपि भेदः नास्ति. अत्र संयोगः इति कीदृशपदार्थः इति प्रश्नस्य उत्तरम् अस्ति संयोगः इति गुणः. अपि च संयोगः इति गुणः, तस्य स्वभावः कः, स्वरूपं किम् इति चेत् सम्बन्धः. समवाय अपि गुणः सम्बन्धः अस्ति किल महोदय? समवाय इति गुणः नास्ति किल? नास्ति. किमर्थम्? हा, इति समीचीनप्रश्नः. भवती एव वदतु. किमपि न बुद्धं. न, समीचीनं चेत् तादृशप्रश्नः मनसि भवेत्. यदि द्वयमपि सम्बन्धः, एकः गुणत्वेन स्वीकृतम्, अन्यत् पदार्थ स्वीकृतं, किमर्थम्? किमर्थं? यतोहि उत्पत्तिः अस्ति. समवायसम्बन्धः नित्यसम्बन्धः इति स्वीकृतः अस्ति, किन्तु संयोगः गुणः अस्ति, तस्य उत्पत्तिः नाशः. हा, इति समीचीनप्रश्नः, इति समीचीन उत्तरमस्ति. इदानीं पश्यतु, कपालयोः मध्ये संयोगः जायते. यदा विभागः जायते, संयोगनाशको गुणः विभागः इति तस्य लक्षणम् इदानीमेव अस्माभिः अधीतम्. तर्हि यदा विभागः जायते तदा संयोगस्य नाशः भवति, संयोगस्य उत्पादनमपि भवति, नाशः अपि भवति. तात्कालिकमस्ति संयोगः इति सम्बन्धः, तात्कालिकमस्ति. किन्तु यदा इदानीं घटः कपाले समवायसम्बन्धेन वर्तते, यदि कपालद्वयोः संयोगस्य नाशः भवति तर्हि घटस्य एव नाशः भवति. यदि कपालस्य नाशः भवति तर्हि घटस्यैव नाशः भवति इति कृत्वा तत्र समवायः अपि च संयोगः यद्यपि द्वयमपि सम्बन्धः तथापि तत्र भेदः वर्तते स्वभावे भेदः वर्तते संयोगनाशेन गुणनाशेन द्रव्यस्य नाशः न भवति किन्तु समवायनाशेन कार्यस्य नाशः भवति इति कृत्वा तत्र भेदः वर्तते अतः एव सम्बन्धद्वयं नैयायिकैः उक्तं यद् तात्कालिकसम्बन्धं तद् संयोगः यद् आपेक्षिकनित्यसम्बन्धः नित्य इत्युक्ते समवायसम्बन्धः नित्य अस्ति चेत् तर्हि कथं वा घटस्य उत्पादनं भवति इति यदा घटकपाल घटस्य उत्पादनं भवति तदा एव समवायसम्बन्धः तस्य भवति किल तदा एव वक्तुं शक्यते तर्हि घटकपालयोः मध्ये विद्यमानसंयोगसम्बन्धः जायत्येव किन्तु तत्र भेदः कः इति चेत् समवायसम्बन्धस्य नाशेन तत्र कार्यस्य नाशः भवति किन्तु समवायसम्बन्धस्य नाशेन तस्य आधारीभूत द्रव्यस्य द्रव्यमपि नाशयति आम् आम् इति भेदः समवाये इति अपि इमेजिनेशन् महोदय समवायसम्बन्धः इति तत्र इत्युक्ते नैयायिकैः कल्पितम् इति वा हौ केन् वी से समवायसम्बन्ध कदः नाशः जायते तत् अनन्तरमपि भागः अस्ति किल तस्मिन् समवायसम्बन्धः अस्ति वा तयोः मध्ये ओहो सम्बन्धः यदा सम्बन्धः वदामः तर्हि न्यूनातिन्यूनं द्वे भवेत् द्वे भवेत् आम् द्वे पदार्थे भवेत् किल तर्हि तयोः मध्ये सम्बन्धः इति वक्तव्यम् आम् आम् अस्तु महोदय धन्यवादः क्षम्यता धन्यवादः अस्तु अग्रे सीमा भगिनी आम् किन्तु महोदय तस्मिन् विषये एकः बिन्दुः अस्ति अहं चिन्तयामि समवायः पदार्थः अस्ति अतः अपि च नित्यपदार्थः अस्ति अतः द्रव्येषु समवायः वर्तते किन्तु समवायसम्बन्धः यदा कार्यं भवति चेद् वा गुणस्य उत्पत्तिः भवति चेत् तदानीमेव समवायसम्बन्धः अस्ति इति वक्तुं शक्नुमः किन्तु पदार्थत्वेन तु समवायः द्रव्ये भवति एव अन्यथा तस्य नित्यत्वं न नित्यत्वस्य समर्थनं न भवति आम् महोदय एकनिमिषं तत्र अहं पश्यन् अस्मि समवायसम्बन्धः समवायसाधना समवायस्तु एक एव इति एव मूलग्रन्थे दत्तम् तत्र नित्यं वा अनित्यं वा इति किमपि न उक्तम् पश्यतु चतुर्दशतमपुटे समवायसाधनप्रकारः इति द्रव्यम् इति उक्तं तत्र द्रव्यादित्रिकं निरूप्य सामान्यविशेषं निरूपितौ ततः समवायं निरूपयति समवायस्तु एकः एव तावदेव मूलग्रन्थे दत्तम् चतुर्दशतमपुटे भवतु भवती किं करोतु अनन्तरं पठतु यदि सन्देहः अस्ति इतोपि किञ्चित् चिन्तयामः सामान्यतया ग्रन्थकारः किं करोति इदानीं पृथिव्याः तत्र द्रव्यनिरूपणम् इति कुर्मश्चेत् तत्र पृथिव्यं स च द्विविधः नित्या अनित्या च इति तादृशं वदति किन्तु अत्र किमपि न उक्तं तादृशं समवायस्तु एक एव इत्युक्ते घटकपालयोः मध्ये सम्बन्धः यः सम्बन्धः समवायसम्बन्धः अस्ति तदेव समवायसम्बन्धः इदानीं क्रियाक्रियवतोः इत्युक्ते क्रिया अपि च कन्दुकं कन्दुकः अनयोः मध्ये अपि स च एव समवायसम्बन्धः अस्ति एकः एव तावदेव उक्तं तस्मादुपरि नित्यं वा अनित्यं वा तस्य जननं भवति वा वैविध्यम् अस्ति वा इति किमपि न चिन्तितम् अत्र तर्हि पुनः प्रश्नः भवति किमर्थं सः भिन्नः पश्चात् किञ्चित् आमां किञ्चित् चिन्तयतु किन्तु एतावत्पर्यन्तं यद् अस्माभिः चिन्तितं समवायसम्बन्धः इति भिन्नसम्बन्धः भवेत् संयोगसम्बन्धः इति भिन्नसम्बन्धः भवेत् इति निश्चितं किमर्थम् इत्युक्ते संयोगसम्बन्धः यदा संयोगसम्बन्धस्य नाशः भवति चेदपि तस्य आधारीभूतद्रव्यं तिष्ठति एव किन्तु समवायसम्बन्धस्य नाशः भवति चेत् तत्र द्रव्यं न तिष्ठति घटस्य नाशः साक्षात् भवति इति कृत्वा तत्र भेदः वर्तते तर्हि इदानीं संयोगः इति गुणः भवेद्वा नो चेत् पदार्थः भवेद्वा नो चेत् तत्र समवायी समवायसम्बन्धः अन्येषु पदार्थेषु अन्तर्भूतं भवितुमर्हति इति चिन्तयितुं शक्यते चिन्तनार्हः एव किन्तु महोदय यदि घटस्य नाशः भवति कपालद्वयं भवति तत्र संयोगस्य नाशः अस्ति घटस्य नाशः अपि अस्ति किन्तु द्रव्यस्य नाशः नास्ति न द्रव्यम् इति वदामश्चेत् इदानीं कश्चन द्रव्यं भवति द्रव्यम् इति सामान्यशब्दः अस्ति अत्र पश्यतु घटः समवायसम्बन्धेन कपाले वर्तते इति वस्तुस्थितिः इदानीं कपालयोः मध्ये संयोगस्य नाशः मया क्रियते चेत् इदानीं घटः तिष्ठति वा न तिष्ठति घटस्य नाशः भवति यदा घटस्य नाशः भवति तदा घटकपालयोः मध्ये संयोगसम्बन्ध समवायसम्बन्धः यदस्ति तद् तिष्ठति वा न तिष्ठति तस्यापि नाशः भवति अपि च इदानीं तत्र कपालयोः मध्ये विद्यमानसंयोगस्य नाशम् अकृत्वा तत्र केवलं कपालस्य एव नाशः अहं करोमि चेत् साक्षात् समवायिकारणस्य नाशः मया क्रियते चेत् तत्रापि तदापि तत्र घटः न तिष्ठति अपि च समवायसम्बन्धः अपि न तिष्ठति तत्र संयोगसम्बन्धः अपि न तिष्ठति समवायसम्बन्ध सत्यं द्वयोः उदाहरणयोः मध्ये संयोगसम्बन्धस्य नाशः अपि अस्ति समवायसम्बन्धस्य नाशः अपि अस्ति इति सत्यं किन्तु इदानीं पश्यतु यदि केवलं संयोगसम्बन्ध कपालद्वयोः मध्ये संयोगः यदस्ति तस्य नाशः तस्यैव नाशः अहं करोमि चेत् इदानीं कपालस्य नाशः अभवत् वा किन्तु समवायसम्बन्धस्य नाशः अभवत् भवतु अतः एव समवायसम्बन्धः भिन्नः इति स्वीकृतं संयोगसम्बन्धस्य नाशेन तस्य आधारीभूतद्रव्यस्य नाशः यदा कदापि न भवति किन्तु तदपि संयोग संयोगस्य इदानीं संयोगः अस्ति कपालद्वयोः मध्ये संयोगः अस्ति संयोगस्य आधारः कः कपालः संयोगस्य नाशेन कपालस्य नाशः यदा कदापि न भवति इति एकम् तदनन्तरम् इदानीं कपालद्वयोगमध्ये यदा संयोगः जायते तेन एव घटोत्पत्तिः भवति स च घटः समवायसम्बन्धेन कपाले वर्तते कपाल तर्हि तत्र संयोगस्य नाशेन अन्ये विद्यमान तत्र समवायसम्बन्धः अस्यापि नाशः भवति घटस्य नाशः अपि भवति इति भेदः वर्तते बुद्धं खलु यतोहि यदा संयोगसम्बन्धस्य नाशः भवति तदानीं कार्यस्य नाशः भवति समवायसम्बन्धस्य नाशः अपि भवति द्रव्यं तु एवमेव तिष्ठति कपालद्वयम् अस्ति चेत् तयोः मध्ये संयोगस्य नाशः भवति चेत् घटस्य नाशः, संयोगस्य नाशः, समवायस्य नाशः, नाशत्रयं भवति एकस्य. सत्यं, किन्तु संयोगस्य आधारं किम् अत्र? संयोगस्य आधारः अस्ति कपालः. कपालस्य नाशः भवति वा? नास्ति. हा, इति भेदः. किन्तु यदा संयोगस्य नाशः न भवति तदानीं कपालस्य नाशः न भवति इति स्वीकुर्मश्चेत् संयोगस्य नाशेन समवायस्य नाशः अपि भवति, यतोहि घटस्य नाशः भवति. तदानीमपि कपालद्वयं तु तिष्ठति एव. किन्तु किं किं वक्तुम् इच्छति भवत्याः आशयः कः इति इदानीं न बुद्धम्. सम्बन्ध यद् भवती वदति तत्तु सत्यं, किन्तु मम विवक्षा एवमेव अस्ति, संयोगनाशेन संयोगस्य आधारीभूतद्रव्यस्य नाशः न भवति, किन्तु समवायस्य नाशेन तत्र आधारीभूतद्रव्यस्य नाशः भवति. नास्ति महोदय. समवायः कुत्र अस्ति भगिनि? समवायद्रव्ये अस्ति. द्रव्यमित्युक्ते अत्र उदाहरणे कुत्र घटः समवायसम्बन्धेन कपाले वर्तते, तर्हि समवायसम्बन्धः कुत्र अस्ति? घटे अस्ति किल? घटे अपि कपाले भवतु, किन्तु कपालः समवायसम्बन्धेन घटे वर्तते इति वक्तुं शक्यते वा? ओके, द्रव्यं द्रव्यस्य नाशः इत्युक्ते भवान् वदति कार्यस्य नाशः, न तु कारणस्य नाशः. न न, अत्र तत्रैव क्लेशः अस्ति भवत्याः चिन्तने. इदानीं कार्यं वा कारणं वा यत्किमपि भवतु, कार्यकारणविषये अत्र चिन्तनं न करणीयं. करोति चेत् भ्रमः जायते, तस्य महत्त्वं किमपि नास्ति. संयोगः कुत्र वर्तते? तस्य आधारीभूतद्रव्ये वर्तते. संयोगनाशेन तस्य आधारीभूतद्रव्यस्य नाशः भवति वा? न भवति. कपालद्वयोः मध्ये यः संयोगः अस्ति तस्य संयोगस्य नाशेन कपालस्य नाशः न भवति इति अङ्गीकृतम् एकस्मिन् पार्श्वे. इदानीं घटः समवायसम्बन्धेन कपाले वर्तते, तत्र घटः एव समवायसम्बन्धेन कपाले वर्तते, विपरीतरीत्या कपालः संयोगसम्बन्धेन घटे वर्तते इति यदा कदापि न वक्तुं शक्यते. शरः एकस्मिन् एकयां गत्यामेव गच्छति. शरः घटः कपाले समवायसम्बन्धेन वर्तते, यद्यपि सम्बन्धः द्विनिष्ठः अस्ति, किन्तु समवायसम्बन्धस्य वैशिष्ट्यं किम् इति चेत् तत्र विपरीतरीत्या न वक्तुं शक्यते. अतः समवायसम्बन्धस्य नाशेन घटस्य नाशः घटः न तिष्ठति. समवायसम्बन्धस्य नाशः भवति चेत् घटः न तिष्ठति एव. किन्तु प्रथमं समवायसम्बन्धस्य नाशः भवति वा घटस्य? अहं मम तात्पर्यं विवक्ष अस्ति. अहम् अवगच्छामि भवान् भवता यत् उक्तं, संयोगसम्बन्धः अस्ति चेत् तस्य नाशः भवति चेत् कपाल द्वयं तिष्ठति, किन्तु तयोः मध्ये सम्बन्धः नास्ति. भवान् वदति कपाल द्वयस्य अपि च घटस्य मध्ये समवायसम्बन्धः अस्ति चेत् समवायसम्बन्धेन घटस्य नाशः भवति इति भवान् वदति, सः भेदः. अत्र वस्तुतः समवायसम्बन्धस्य नाशेन किमर्थम् इत्युक्ते अत्र इदानीं समवायसम्बन्धस्य उत्पत्तिः अङ्गीकृतः वा? तादृशचिन्तनमेव अस्माभिः न कृतम्. अतः तदेव अहं वदामि. तर्हि किं वदति भवती? भेदः बुद्धं खलु, संयोगसम्बन्धः समवायसम्बन्धः अनयोः मध्ये भेदः कः इति बुद्धं खलु? बुद्धम्, अपि च तस्य उत्पत्तिः नास्ति तद् अहं वक्तुमिच्छामि. तस्य उत्पत्तिः समवायसम्बन्धस्य उत्पत्तिः नास्ति, किन्तु घटस्य उत्पादनात् पूर्वमेव घटकपालयोः मध्ये संयोगसमवायसम्बन्धः अस्ति इति वक्तुं शक्यते वा? ओके, न वक्तुं शक्यते महोदय, किन्तु तस्य उत्पत्तिः भवति चेत् क्लेशः भवति. आम्, सत्यं. तर्हि अतः एव मया उक्तं समवायसम्बन्धस्य उत्पत्तिः वा नाशः वा इति तादृशचिन्तनमेव न कर्तव्यम्. अतः नित्य अस्ति इति मम चिन्ता. अस्तु, मास्तु, न तादृशं न वदतु. किमर्थं नित्यम् इति वदति चेत् क्लेशः भवति. अतः एव मूलग्रन्थे तत् त्यक्तं, नित्यं वा अनित्यं वा तस्य उत्पत्तिः वा तादृशचिन्तनं न कृतम्. किमर्थम् इत्युक्ते एतादृशक्लेशाः भवन्ति. तर्हि इदानीं उत्पत्तिप्रक्रियां पश्यामश्चेत् समवायसम्बन्धः कस्मिन् क्षणे भवेत्, कार्योत्पत्तेः पूर्वक्षणे भवेत् इति तादृशचिन्तनस्य चिन्तने क्लेशः भवति इति कृत्वा समवायात् समवायसम्बन्धः इति भिन्नपदार्थः कुत्र कुत्र भवति? पञ्चसु स्थलेषु भवति इति तावदेव उक्तं. तस्मादुपरि इतोपि गभीरचिन्तनं कुर्मश्चेत् तत्र निश्चयेन क्लेशः भवत्येव. यथा भवत्या प्रतिपादितं तादृशचिन्तनं कुर्मश्चेत् इदानीं समवायसम्बन्धः नित्यः वा, समवायसम्बन्धस्य उत्पत्तिः भवति वा? भवती वदति उत्पत्तिः इति न वक्तुं शक्यते, किन्तु अहं वदामि यदि नित्यः इति वदति चेत् तर्हि तस्मात् पूर्वमेव भवति इति तत्र क्लेशः भवति. तर्हि तादृशचिन्तनं न कुर्मः इति अहं प्रार्थयामि. महोदय, तत्र समवायसम्बन्धम् इति उत्पत्तिसमये वर्तते न? उदाहरणतया अहं शरीरं कृत्वा न न शरीरं तत्र घटकपालः इति स्वीकरोतु, सामान्य उदाहरणं स्वीकरोतु. घटकपालयोर्मध्ये संयोगसम्बन्धमेव वर्तते. न न घटकपालयोः मध्ये समवायसम्बन्धः. आमाम् आम् आम् कपालयोर्मध्ये घटकपालयोर्मध्ये समवायसम्बन्धमेव वर्तते. सत्यं, तत् नित्यं, तत् नित्यं नास्ति इति अहं कृपया प्रार्थयामि. नित्यम् अस्ति वा नास्ति वा इति द्वयमपि न चिन्तयतु. मूलग्रन्थे किमपि न उक्तं, तस्य प्रमाणमेव नास्ति. तस्मिन् विषये चिन्तनं करोति चेत् किमपि निगमनं न कर्तुं शक्यते. नित्यम् अस्ति नास्ति इति द्वयमपि न भवितुमर्हति. अत्र पश्यतु, इदानीं तत्र पूर्वस्मिन् पुटे तत्र उत्पत्तिप्रक्रिया दत्तमस्ति किल. चैत्रक्षणे दण्डादिघटसामग्रीसमवधानम् अस्ति, वैशाखक्षणे घटोत्पत्तिः भवति. तर्हि घटोत्पत्तिः अभवत् चेत् इदानीं तस्मिन्नेव क्षणे समवायसम्बन्धेन तत्र तस्य उत्पत्तिः समवायसम्बन्धेन एव जातः. अपि च ज्येष्ठक्षणे घटः समवायसम्बन्धेन कपाले वर्तते. तर्हि कस्मिन् क्षणे समवायसम्बन्धः आगतः? महोदय, क्षम्यताम्, अहं तु मूलग्रन्थे पश्यामि. अनन्तरं यथा समवायस्य निरूपणमस्ति, नित्यसम्बन्धः समवायः अयुतसिद्धवृत्तिः, अत्र दत्तमस्ति नित्यसम्बन्धः प्रमाणम्. नित्यसम्बन्धः इत्युक्ते तयोः मध्ये नित्यसम्बन्धः, सम्बन्धः नित्यः इति नास्ति. नित्यसम्बन्धः इत्युक्ते घटकपालयोः मध्ये समवायसम्बन्धः नित्यः. महोदय, मुरळीमहोदय, कृपया म्यूट् मध्ये भवतु. अत्र अस्ति अयुतसिद्धवृत्ति, वर्गस्य पश्चात् कर्तुं शक्नुमः यतोहि अन्येषां भ्रमः भवेत्. आमाम्, अत्र समयः अपि जातः, तर्हि अत्र स्थगयामः. अग्रे तत्र एवं तन्तुसंयोगे अपि तन्तुसमवायेन स्थित्वा इति पठनीयम्. अस्तु, अत्र एतावत्पर्यन्तं यद् अस्माभिः पठितं तत्र सन्देहः वर्तते चेत् इदानीं प्रष्टुं शक्यते, नो चेत् वर्गस्य समापनं कुर्मः. अस्तु, धन्यवादः.